नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं। प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निचि अजन्तदातवः इति विषयः अनुवर्तते। गतवर्गे अस्माभिः धूय् प्रिय इति द्वयोः विषये दृष्टं। तत्र धूय् प्रियो प्रियोर्नुक् वक्तव्यः इति वार्तिकेन अनयोः विषये नुगागमः भवति, अतः प्रीणयति इति रूपम् अस्ति इति ज्ञातवन्तः। अपि च तत्र एकं तत्र प्रीणधातोः विषये एकं वाक्यं वक्तुम् इच्छामि। रामः सर्वान् प्रीणय रामः सर्वान् प्रीणाति इति वाक्यं, रामः सर्वान् प्रीणाति इति वाक्यं। सर्वे रामं प्रीणन्ति इति अन्यत् वाक्यं, सर्वे रामं प्रीणन्ति। अनयोः वाक्ययोः अर्थभेदः कः इत्युक्ते अनयोः वाक्ययोः प्रीत्याश्रयः कः? प्रथमवाक्ये प्रीत्याश्रयः कः? द्वितीयवाक्ये प्रीत्याश्रयः कः? रामः सर्वान् प्रीणयति, तत्र प्रीणाति रामः प्रीणाति, हा तत्र रामः अफेक्षन् ददाति अन्येषां कृते। प्रीत्याश्रयः कः? प्रीत्याश्रयः सर्वे सर्वे रामं प्रीणयन्ति, प्रीयन्ति, किम् उक्तवती भगिनी? प्रीणन्ति, प्रीणन्ति, प्रीणन्ति। तत्र रामः एव प्रेमस्य प्रेमः प्रेमस्य किं पात्रः वा, सः प्राप्यते प्रीति प्रीत्याश्रयः प्रीत्याश्रयः सम्यक् इति तत्र प्रियधातोः विषये तत्र ज्ञातव्यः विषयः अस्ति। इदानीम् अभिलषति अभिलषति इति तदेव वाक्यं, रामः सर्वान् प्रीणाति इति वाक्यं भवतेव वदतु। अभिलषति इति वदतु, किम् अभिलषति? अभिलषति इत्यस्य अर्थः कः? अभिलाषा इत्युक्ते अभिलाषः इत्युक्ते इच्छा खलु? आम्, इच्छति इत्यर्थे वा? रामः सर्वान् अभिलषति इति वा? सर्वे रामम् अभिलषन्ति। इदानीम् अभिलषति इत्युक्ते इच्छति इति अर्थः खलु? इच्छति इत्यर्थे दिवादिगणः अस्ति, रामः सर्वान् अभिलष्यति, लष्यति इति वा न लषति, अभिलषति अभिलष्यति दिवादिगणः लष् इति लष् कान्तौ इति भुवादिगणीयधातुः, भुवादिगणम् अभिलषति। हा तर्हि इदानीं प्रीणाति इत्यत्र प्रीत्याश्रयः सर्वे सर्वे प्रीत्याश्रयः, प्रथमवाक्ये रामः सर्वान् प्रीणाति प्रीत्याश्रयः सर्वे जनाः। इदानीम् इच्छति इत्यस्मिन् अर्थे वदतु, रामः सर्वान् इच्छति। तर्हि रामः सर्वान् अभिलषति अभिलषति अभिलष अभिलषति इत्युक्ते डिसैर् नास्ति वा भगिनि? डिसैर् डिसैर् डिसैर्स् इच्छा इत्यपि अस्ति, तत्र डिसैर् इत्यपि अस्ति, डिसैर् इति अस्ति, हि डिसैर्स् आल् आफ् देम् इत्यस्मिन् अर्थे अस्ति. अनयोः वाक्ययोः भेदः अस्ति वा, कः भेदः? अभिलषति अपि च प्रीणाति वा. रामः सर्वान् प्रीणाति, आशयः भिन्नः खलु. यदा रामः अभिलषति सर्वान् तत्र अभिलाषायाः आशयः सः एव भवति, रामः भवति खलु, रामः भवति. प्रथमवाक्ये रामः सर्वान् प्रीणाति इति वाक्ये तत्र प्रीतेः आशयाः आशयाः सर्वे भवन्ति. समीचीनम्, समीचीनम्. अपि च अभिलषति इत्यस्य प्रयोगे रामः पट्टाभिषेकं न अभिलषति इति अपि वक्तुं शक्नुमः. कैकेयी भरतस्य राज्य पट्टाभिषेकम् अभिलषति, रामः स्वस्य पट्टाभिषेकं न अभिलषति. डिसैर् इति अस्ति इति स्वीकुर्मः चेत् तादृशं भवितुम् अर्हति, न इच्छति इति सत्यं, तथा भवितुम् अर्हति इति. अभिलषति इत्यपि तत्र किञ्चित् साम्यं वर्तते अर्थे. अनन्तरं रुचिः, रुचिः इति शब्दस्य विषये, रुचिः मह्यं रोचते तत् तादृशम् अत्र तत्र प्रीयमाणः लड्डुकं रोचते इत्युक्ते अहं यद् इच्छामि न, यद् अस्माकं वाक्यमस्ति तदेव स्वीकृत्य वदतु. अस्तु, रामः सर्वान् न सर्वै सर्वेभ्यः रोचते इति वा, रामः सर्वेभ्यः रोचते, रोचते अत्र सर्वेभ्यः रामाय, रामाय इच्छन्ति इत्यर्थे अस्ति. रामः एव किं प्रीतेः पात्रः आश्रयः, न न न न प्रीत्याश्रयः कः, रामः नास्ति खलु. चाकलेयः मह्यं रोचते इति अहं वदामि चेत् प्रीति आश्रयः कः, रुचेः आश्रयः कः, मह्यं रोचते. भवती उक्तवती सर्वेभ्यः रामः रोचते, तर्हि प्रीति आश्रयः कः? अस्तु सर्वेभ्यः, सर्वेभ्यः खलु, सर्वेभ्यः, सर्वेभ्यः प्रीत्याश्रयः सर्वेभ्यः. तर्हि प्रीणाति इति वाक्ये प्रीणधातोः विषये तत्र रामः इति प्रथमविभक्तौ एव अस्ति, सर्वान् इति द्वितीयविभक्तौ अस्ति, प्रीणाति इति क्रियापदं, सर्वान् इति द्वितीयविभक्तौ. रुचि इति धातुः अस्ति चेत् रामः इति कर्ता समानं, भेदः नास्ति. इदानीं पूर्वस्मिन् वाक्ये प्रीत्याश्रयः सर्वान्, अत्रापि रुचिधातोः प्रीत्याश्रयः सर्वे, सर्वे एव प्रीत्याश्रयः, परन्तु तत्र द्वितीयविभक्तिः नास्ति परन्तु चतुर्थीविभक्तिः. रामः सर्वेभ्यः रोचते इति तत्र भेदः. प्रियधातुः अपि रुचिधातुः, यद्यपि उभयत्र प्रीत्याश्रयः इत्येव विषयः अस्ति, परन्तु विभक्तेः भेदः अस्ति, रुचिधातोः विभक्तेः भेदः अस्ति इति वक्तुमिच्छामि. रामः सर्वेभ्यः रोचते इत्यत्र किञ्चित् वाक्यं सम्यक् नास्ति इति मन्ये. भगिनी किमर्थं भगिनी श्रूयते वा? रोचते सीमा भगिनी किञ्चित् उच्चैः वदतु, भवती स्पीकर् मध्ये वदन्ती अस्ति वा? न भगिनि, हेड्फोन्स् सन्ति किन्तु उच्चैः वदामि भगिनि. अत्र रामाय सर्वे रोचन्ते. रामाय सर्वान् रोचन्ते, सर्वे सर्वे रोचन्ते इति वाक्यस्य अर्थः रामः सर्वान् प्रीणाति इत्यस्य वाक्यस्य अर्थेन सह समानं भवति इति मम चिन्तनमस्ति. सर्वेभ्यः रामः रोचते, तस्य वाक्यस्य अर्थः सर्वे रामं प्रीणन्ति इति भाति भगिनि. न, इदानीम् अत्र वाक्यमस्ति चाकलेहः मह्यं रोचते इति वयं वदामः चेत् मम प्रीत्याश्रयः कः अत्र, अथवा रामः इति स्वीकुर्मः, चाकलेहः रामाय रोचते इति अहं वदामि, प्रीत्याश्रयः कः? रामः. न, चाकलेहः रामाय रोचते इति रामः प्रीत्याश्रयः, प्रीत्याश्रयस्य प्रीतेः विषयः कः? चाकलेहः. इदानीम् अस्माकं वाक्ये प्रीत्याश्रयः कः, अस्माकं प्रीत्याश्रयः कस्य भवेत् इति चेत् सर्वशब्दस्य भवेत् खलु? सर्वे न न, रामाय इति नास्ति, सर्वेभ्यः सर्वेभ्यः रामः रोचते भगिनी. विषयः प्रीणाति धातुना सह कृपया वदतु वाक्यं तस्य. रामः सर्वान् प्रीणाति इति वाक्यमस्ति. रामः सर्वान् प्रीणाति, तत्र प्रीत्याश्रयः सर्वे, सर्वे एव प्रीत्याश्रयः, सर्वे प्रीत्याश्रयः, प्रीतेः आश्रयः सर्वे, सर्वे जनाः. इदानीं तदेव तत्र प्रीणाति इत्यस्य स्थाने रुच् दातुं वयं स्थापयामः चेत् रामः इति तदेव कर्ता स एव अस्ति, परन्तु सर्वेभ्यः इति प्रीत्याश्रयः सर्वेभ्यः इति अस्ति, तत् रामः एव खलु प्रीत्याश्रयः. सत्यं भगिनि, परिवर्तनं भवति वा तत्र? अर्थस्य परिवर्तनं नास्ति, इत्युक्ते प्रीति आश्रयः कः इत्येव विषयः. प्रीतेः आश्रयः उभयत्र समानं. रामः सर्वान् प्रीणाति इति वयं वदामः चेत् प्रीति आश्रयः सर्वे जनाः. इदानीम् अहं वदामि तत्र किमपि, तत्र सर्वेषां जनानां कृते किमपि, तत्र किमपि तादृशवस्तु अस्ति येन तस्मिन् प्रीतिः जायते इति वयम् अहं वदामि चेत् तदानीं प्रीत्याश्रयः पुनः सर्वे जनाः, प्रीतेः विषयः रामः. तदवगच्छामि भगिनि, किन्तु पुनः क्षम्यतां, मम सन्देहः अस्ति. रामः सर्वान् प्रीणाति, दट् मीन्स् राम लव्स् आर् प्लीजेस् एव्रिवन्. इस् दट् राम प्लीजेस् एव्रिवन्? करेक्ट्. एण्ड् सर्वेभ्यः रामः रोचते, तत्र राम everyone likes Rama, that is what I understand, because sarvebhyah is chaturthi, so everyone likes Rama, is that correct? Yeah, everyone likes Rama. Ruchi dhatoho vishaye tatra atra itukte samana vakyam swikrutya parivartanam kurmah che tatra artha bhedah bhavati tadeva. एव्रिवन् लैक्स् राम इति तादृश किम् आङ्ग्लभाषायां वयं वदामः चेत् अर्थभेदः भवति, परन्तु समानवाक्यं स्वीकृत्य रुचिदातुं स्वीकृत्य वयं वदामः चेत् प्रीत्याश्रयः कः इति एव तत्र कान्स्टेण्ट् इति स्वीकुर्मः चेत् अर्थभेदः भवति इति अहं प्रतिपादयितुम् इच्छामि. अर्थभेदः भवति, उभयत्र प्रीत्याश्रयः सर्वे जनाः एव, परन्तु तत्र राम प्लीजस् इति अर्थः भवति, अत्र तु एव्रिवन् लैक्स् राम इति अर्थः भवति इति भेदः अस्ति, धातुभेदः अस्ति इति अस्ति. परन्तु तदेव वाक्यं रामः सर्वान् प्रीणाति इति एव वाक्यं समान अर्थः अपि इष्यते चेत् तदानीं कथं वक्तुं शक्नुमः इति भवती किम् उक्तवती तस्मिन् विषये? रामाय सर्वे रोचन्ते इति मम चिन्तनं. तर्हि अर्थः कः? राम लाइक्स एवरीवन. तत्र रामः सर्वान् प्रीणाति, तादृश अर्थः एव रामाय सर्वे रोचन्ते इति वाक्येन भाति. राम लाइक्स एवरीवन इति अस्ति. राम लाइक्स एवरीवन एंड राम प्लीसेस एवरीवन, द्वयोः अर्थभेदः अस्ति वा? किञ्चित् धातोः अर्थभेदः अस्ति, किन्तु अस्ति खलु अर्थभेदः अस्ति. तत्तु भवती भिन्नरीत्या उक्तवती, परन्तु अहं किं कृतवती इति चेत् द्वयोः धातोः मध्ये भेदः कः इति ज्ञातुं प्रीत्याश्रयः समानः अस्ति चेत् तदा कथं भवति वाक्यमित्येव प्रश्नः. रामः एव कर्ता उभयत्र, एकत्र द्वितीयाविभक्तिः अन्यत्र चतुर्थीविभक्तिः, अर्थभेदः अस्ति चेत् आम् अस्ति एव, परन्तु प्रीत्याश्रयः समानः खलु. सर्वे एव पूर्वमपि अत्रापि प्रीत्याश्रयः समानः इति तत्र एव मम अवधानम्, अन्यत्र नास्ति. अर्थभेदः अस्ति वा न वा इति किम् अवगच्छामि. धन्यवादः. हा हा, समीचीनं समीचीनम्. अर्थभेदः तु अस्ति, धातोः अर्थभेदः अस्ति, परन्तु रुच्यति विशेषधातुः अस्ति. इत्युक्ते अभिलाषः रुच् धातुः, अनन्तरं प्रिया इति धातुः, इति त्रयः धातवः, तेषाम् अर्थे तु साम्यम् अस्ति इति भासते, परन्तु अर्थभेदः तु अस्ति. अर्थभेदः अस्ति, अपि च विभक्तिभेदः अपि एतादृशमपि भवति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. ततः अग्रे अस्माभिः ईकारान्तधातूनां विषये ह्री व्लि रि इति त्रयः धातवः, तेषां विषये अस्माभिः दृष्टं यत् एतेषाम् अर्ति ह्री व्लि रि ग्नुयिष्मायातां पुङ्नौ इति सूत्रेण एतेषां पुगागमः भवति. यतोहि एतेषां त्रयाणां धातूनामपि सूत्रे उल्लेखः वर्तते इति कृत्वा एतेषां त्रयाणमपि पुगागमः भवति. यदा पुगागमः भवति तर्हि ह्रीप् ह्रीप् व्लीप् रीप् इति भवति. तदानीं पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति, यद्यपि उपदायां ह्रस्व इकारः नास्ति. यतोहि पुगन्तम् इति उक्तं, पुगन्तम् अङ्गस्य इकः गुणः इति दलमस्ति इति कृत्वा तत्र दीर्घरि ईकारः अस्ति चेदपि गुणः भवति इति कृत्वा रेपयति, लेपयति, रेपयति इति तावत्पर्यन्तम् अस्माभिः साधितमासीत्. कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. अस्तु भगिनी, निजन्त प्रयोगे प्रीणाति इत्यस्य धातोः वाक्यं माता पुत्रम् ईश्वरं प्रति प्रीणयति इति समीचीनं वा? अन्यन्तवस्थायां वाक्यं किम् अस्ति? अन्यन्त ओके, माता पुत्रं प्रीणाति. तत्र यदि निजन्तप्रयोगः अस्ति चेत् माता पुत्रम् ईश्वरं प्रीणा. इदानीं प्रयोजककर्ता कः? प्रयोज्य स्त्री माता. प्रयोजककर्ता माता, प्रयोज्य पुत्रम्. न न न न, अन्यन्तवस्थायां भवत्याः वाक्यं माता पुत्रं प्रीणाति इति अस्ति खलु. माता एव प्रयोज्यकर्ता, पुत्रः सामान्यकर्म तस्मिन् वाक्ये. इदानीं तत्र माता स्वयं न प्रीणाति, अन्यः मातरं प्रेरयति. इदानीं वक्तुमिच्छति चेत् पिता प्रियधातुः, सकर्मकधातुः, अतः तत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण मातुः प्रयोज्यकर्तुः कर्मत्वं सम्भवति वा? सम्भवति इति कथं भवति, प्रतिपादयतु. अहं चिन्तयामि प्रे प्रीधातो सकर्मकः अस्ति, अतः तस्य कोऽपि आश्रयः भवेत् इति. अतः माता पुत्रं प्रीणाति, मदर् प्लीजेस् और् मदर् प्लीजेस् अ चैल्ड् इस् दट् तस्य अर्थः भवति. माता पुत्रम् ईश्वरं प्रति प्रीणयति, तत्र मदर् प्रयोजककर्ता न प्रयोजककर्तारं भवती न उक्तवती, तत्र प्रयोजक माता प्रयोजककर्ता माता प्रयोज क्षम्यतां तर्हि इदानीम् अन्यः कोऽपि भवेत् पिता इति भवेत् पिता, तर्हि इदानीं प्रियधातुः सकर्मकः अस्ति, अतः गतिबुद्धिप्रतिपदनार्थ इति सूत्रेण कर्म कर्मसंज्ञा भवति वा, कोऽपि वदतु. न भगिनि, न भवति खलु, मात्रा इति भवति. हा तर्हि वाक्यं पिता मात्रा पुत्रं प्रीणयति. इदानीं तत्र अन्य अन्य यन्तावस्थायां नूतनपदानि न योजनीयानि, तर्हि यानि पदानि तत्र निजन्तवाक्ये अपेक्षितानि तानि सर्वाणि अन्यन्तावस्थायामेव योजनीयानि. यदि ईश्वरं प्रति इति किमपि वक्तुम् इच्छति चेत् तदानीं माता पुत्रम् ईश्वरं प्रति प्रीणयति इति तादृशं तत्रैव वक्तव्यं. तत्पश्चात् पिता मातरं पिता मात्रा पुत्रम् ईश्वरं प्रति प्रीणयति इति वाक्यम्. भगिनी तत्र भवत्याः वाक्ये यदि पुत्रः ईश्वरं प्रीणाति इति आरम्भं भवति चेत् तद् उक्तं यद् न्यन्तावस्थायाम् उक्तवती तथा भवति खलु. पुत्रः किं पुत्रः पुत्रः ईश्वरं प्रीणाति, माता पुत्रेण ईश्वरं प्रीणयति इति उक्तवती इति इति भगिनी तथा न उक्तवती. न न तत्र ण्यन्तावस्थायां यत् वाक्यं वक्तुम् इष्टवती तस्य प्रयोगाय हा अण्यन्तावस्थायां पुत्रः ईश्वरं प्रीणाति इति भवेत्. सम्यक् सम्यक् इति वक्तुं शक्नुमः, पुत्रः ईश्वरं प्रीणाति, माता पुत्रेण ईश्वरं प्रीणयति इति वाक्यं भवति. तत्र भगिनी सीमा भगिनी तत्र प्रयोज्यकर्तुः कर्मत्वं केषुचित् स्थलेषु एव भवति, तदर्थं सूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता सणौ इति. गत्यर्थकदातवः बुद्ध्यर्थकदातवः अनन्तरं भोजनार्थकदातवः गतिबुद्धिप्रत्यवसानार्थकः शब्दकर्मकः अकर्मकदातवः इति एतेषां धातूनां विषये एव प्रयोज्यकर्तुः कर्मत्वं भवति. अपि च तत्र कतिचन वार्तिकानि अपि सन्ति यैः कर्मसंज्ञा विधीयते, अन्येषु स्थलेषु प्रयोज्यकर्तुः कर्मत्वं न भवति. अतः अत्र अस्मिन् वाक्ये प्रिया इति धातुः तादृशधातुः नास्ति, गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, प्रत्यवसानार्थकः नास्ति, शब्दकर्मकः अपि नास्ति, अकर्मकः अपि नास्ति इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं न भवति इति कृत्वा मात्रा इति भवति. पिता मात्रा पुत्रं प्रीणयति इति वाक्यं, नो चेत् यथा शोभा भगिनी उक्तवती माता माता पुत्रेण ईश्वरं प्रीणयति इति वाक्यम्. अस्तु तर्हि अग्रे गच्छामः. तर्हि विजयलक्ष्मी भगिनी पूर्वस्मिन् वर्गे भवती उक्तवती एकं वाक्यं किं तत्र प्रीणाति इत्यस्य रचयन्तु इति स्वार्थे अपि च प्रेरणार्थे इति, यथा तत्र वाक्यं दत्तम् आसीत् वसन्त ऋतुः जनान् प्रीणयति इति स्वार्थे उक्तवती तत्र भगिनी खलु. ऋतुः सर्वान् प्रीणयति, सर्वान् प्रीणयति स्वार्थे, इत्युक्ते वसन्त ऋतुः एव सर्वान् प्लीस् करोति इति खलु, इति वा प्रीतेः आश्रयः वसन्त ऋतुः इति. तत्र प्रेरणार्थे कोऽपि न न एकक्षणं, प्रीतेः आश्रयः कः? सर्वे, सर्वे वसन्त ऋतुः नास्ति, सर्वे प्रीतेः आश्रयः सर्वान् प्रीणयति इति प्रेरणार्थे भवति चेत् प्रीणयति वा प्रीणाति वा चुरादिगणे प्रीणयति स्वार्थे इदानीं प्रेरणार्थे तस्मिन्नेव चुरादिगणे भवेत् चेत् इदानीं कोऽपि वसन्त ऋतुं प्रेरयेत् तर्हि तत्र पुष्पयुक्ताः पुष्पयुक्तैः वृक्षैः वसन्त ऋतुना सर्वान् प्रीणयति इति भवति वा? न पुनः वदतु, पुष्पयुक्तैः किमर्थं तृतीयविभक्तिः पुष्पयुक्तैः? क्षम्यतां, तत्र पुष्पयुक्ताः वृक्षाः वसन्त ऋतुना सर्वान् प्रीणयति प्रीणयन्ति पुष्पयुक्तः प्रीणयन्ति समीचीनं समीचीनं समीचीनं प्रेरणा वदतु, पुष्पयुक्ताः वृक्षाः वसन्त ऋतुना सर्वान् प्रीणयन्ति इति भवति वा? समीचीनं समीचीनं सम्यक् अस्ति. अन्यत् रीत्या अपि भवति प्रायशः, वसन्त ऋतुः पुष्पयुक्तैः वृक्षैः सर्वान् अन्यरीत्या किमर्थं ण्यन्तवस्थायां वाक्यं किम्? हा वसन्त ऋतुः सर्वान् प्रीणयति इति एव, अतः तादृशमेव वाक्यं भिन्नरीत्या न भवति, भिन्नरीत्या न भवति, यतोहि वसन्त ऋतुः स्वयं प्रयोज्य न करोति, हा तत्र वृक्षाः एव कुर्वन्ति इति चिन्तयामः चेत् तादृशं भवति इति. समीचीनं समीचीनं, भिन्नरीत्या न भवति, प्रयोजककर्ता अन्यः कोऽपि भवितुम् अर्हति परन्तु वाक्यं भिन्नरीत्या न भवति, तस्मिन् वाक्ये न भवति, तत्र ण्यन्तावस्थायां वाक्यं भिन्नं भवेत्. स्मेल् आफ् फ्लवर्स् कथं वक्तव्यं? पुष्प स्मेल् सुरभिः गन्धः, पुष्पाणां गन्धः सुरभिः, सुरभिः सुरभिः इत्युक्ते पुष्पमेव अर्थः खलु, सुरभिः इत्युक्ते परिमलः इति अपि नास्ति वा? सुरभिः इति गन्धः इति अपि अस्ति वा? अस्ति, सुरभि इत्युक्ते सुरभि इति नपुंसकलिङ्गे अस्ति, सुरभिः इति नास्ति, स्मेल् आफ् फ्लवर्स् इति सुरभि, सुरभिः इति फ्रेग्रेन्स् इति अपि अस्ति. अस्तु अस्तु, किमस्ति सुरभिः इत्यस्य किं वाक्यं? पुष्प पुष्पसुरभिः वसन्त ऋतुना सर्वान् प्रीणयन्ति. पुष्पसुरभिः वसन्त ऋतुना सर्वान् प्रीणयति, समीचीनम्. सुरभिः वसन्त ऋतु वसन्त ऋतुं प्रेरयति इति वा? Actually then it should be the other way. वसन्त ऋतु प्रेरणा इति, प्रेरणा इति विषयः चेतनस्य विषयः अस्ति खलु, चेतनायाः विषयः प्रेरणा. सुरभिः कथं प्रेरयति इति न, प्रीणयति प्रीणयति न न प्रीणयति इति तु क्रियापदमस्ति परन्तु प्रेरणा अस्ति खलु. न एवं भवति, पुष्पसुरभिः सर्वान् प्रीणयति, वसन्त ऋतुः पुष्प सुरभि ना इति वा और सुरभ्या वा सुरभिः इति पुल्लिङ्गे अस्ति खलु सुरभिना वसन्त ऋतु पुष्पसुरभिना सर्वान् प्रीणयति तत्रापि वसन्त ऋतु कथं प्रेरयति इति किञ्चित् प्रतिपादयतु कथं सुरभिं प्रेरयति वसन्त ऋतुसमये एव वृक्षे पुष्पाणि बहवः भवन्ति अतः पुष्पस्य किम् आधारः वसन्त ऋतु तथा इत्युक्ते अत्र सुरभिः इत्युक्ते पुष्पम् इति अर्थे भवती उक्तवती खलु पुष्पम् इति पुष्पगन्धैः एव पुष्पगन्ध तदा एव भवति यदा पुष्पः किं विकसति पुष्पयुक्तगन्धाः पुष्पयुक्तगन्धै बहु काम्प्लिकेटेड् अभवत् इति तादृशं इन्द्रः मधुना इति करोति चेत् सरलवाक्यं भवेत् प्रयोजनकर्ता इन्द्रः प्रयोज्यकर्ता मधुना करोति चेत् सरल इन्द्रः मधुना सर्वान् प्रीणयति समीचीनम् इति एवं रीत्या बहुविधवाक्यानि भवितुम् अर्हन्ति भगिनी तत्र सचेतनत्वम् किं तत्र प्रयोजक कर्तरि एव भवति वा भवितव्यं वा प्रेरणा प्रेरकसामर्थ्यं यदा प्रेरणा भवति प्रेरणायाः सामर्थ्यं प्रयोजककर्तरि भवनीयं चेत् सचेतनः भवितव्यं वा इत्युक्ते ऋतु मया समीचीनं न मया चिन्तितं तत्र चेतनायाः एव विषयः भवेत् इति मया चिन्तितं परन्तु वस्तुतः वाक्यमस्ति खलु मम वक्तुः विवक्षा एवं वक्तुम् इच्छा अस्ति इति चेत् एवं वक्तुं शक्नुमः क्लेशः नास्ति क्लेशः नास्ति भगिनी पुत्रः विदेशं प्रीणाति पिता जन्मभूमि स्वर्गादपि गरीयसि इति उक्त्वा पुत्रेण जन्मभूमिं प्रीणयति न एतत् सर्वं यद् भवती अग्रे निजन्तवाक्ये योजितं सर्वम् अन्यन्तावस्थायां योजयित्वा वदतु तदनन्तरं केवलं न्यन्तावस्थायां प्रयोजककर्तुः एव योजना भवेत् तत्तु इत्युक्ते यद् भवती उक्तवती पिता जन्मभूमि स्वर्गादपि गरीयसि इति उक्त्वा तत्तु समीचीनं परन्तु पुत्रस्य विषये किमपि अन्यत् उक्तं खलु इति उक्त्वा पुत्रं विदेशं प्रीणाति पिता जन्मभूमि स्वर्गादपि गरीयसि इति उक्त्वा पुत्रेण जन्मभूमिं प्रीणयति हि मेक्स् हिस् सन् लव् हिस् ओन् कण्ट्रि जन्मभूमिं प्रीणयति समीचीनं तत् परन्तु तत्र जन्मभूमिम् इति पूर्वम् अन्यन्तवसायं वाक्यनासीत् खलु विदेशम् इति आसीत् विदेशमिति अस्ति विदेशमिति तत्र विदेशम् इत्युक्ते अत्र नेगेटिव् रूपेण इत्युक्ते विदेशं न प्रीणयति अस्तु पुत्रेण विदेशं न प्रीणयति तर्हि अत्र प्रेरणा कुत्र अस्ति विदेशं प्रति प्रेरणा नास्ति खलु विदेशस्य प्रीत्यर्थं प्रेरणा नास्ति खलु अत्र नास्ति परन्तु इफ् यु एन्करेज् सम्बडि नाट् टु डू सम्थिङ्ग् तदपि प्रेरणा एव खलु तदपि प्रेरणा एव तर्हि विदेशं पिता पुत्रेण पुत्रः विदेशं प्रीणाति इति उक्तं, पिता पुत्रेण विदेशं न प्रीणयति इति वा? सम्यक् न भवति. प्रथमवाक्ये यदि जन्मभूमिं न प्रीणयति, पुत्रः जन्मभूमिं न प्रीणाति इति उक्त्वा पिता जन्मभूमि स्वर्गादपि गरीयसि इति उक्त्वा पुत्रेण जन्मभूमिं प्रीणयति इति अस्ति, इति अस्ति, इति सम्यक्, समीचीनमस्ति, समीचीनं, सम्यक्, बहु सम्यक्. यतोहि एतादृशं तत्र नै इति पदं स्वीकृत्य अस्माभिः एतावत् न चर्चितम् इति बहु सम्यक् भगिनि, सम्यक्, धन्यवादः. अत्र भगिनी तत्र अप्रीणयति इति अपि वक्तुं शक्नुमः इति मन्ये. न विदेशं अप्रीणाति इति पदं दृष्टवती, नास्ति वा? न अप्रीणयति इति न, तिङन्तपदेन सह नञ् इत्यस्य योजनं न, योजना नास्ति, समासः खलु, तत्पुरुषसमासः. मया दृष्टं पदं भिन्नम् एव अस्ति. अस्तु अस्तु, किमस्ति विनय महोदय? अत्र साधारण नास्ति, परन्तु गान्धारी पाण्डवान् प्रीणाति. वयं जानीमः गान्धारी धृतराष्ट्रस्य पत्नी पाण्डवान् प्रीणाति. तर्हि कृष्णः गान्धारीकृतकौरवैः प्रीणयति. कृष्णः दूतः अस्ति, कृष्णः गान्धारीकृतकौरवैः प्रीणयति. गान्धारी किं? गान्धारी न श्रूयते, किमस्ति? न, अहं केवलं वदामि गान्धारीकृत यदि गान्धारी वाक्यं किमस्ति? गान्धारी स्थित्वा कृत्वा अपि गान्धारी कृत्वा गौरवैः प्रीणयति. ओके, अन्य कोऽपि वदतु, मया न बुद्धं वाक्यम्, अन्य कोऽपि वदतु, न श्रूयते सम्यक्तया किमुक्तं महोदयेन. गान्धारी पाण्डवान् प्रीणाति तावत् श्रुतवती, अवगतः. जानीमः कृष्णः किमस्ति? कृष्णः गान्धारी कृत्वा कौरवैः प्रीणयति. गान्धारी चित्वा वा? न बुद्धम्. गतवन्तः तर्हि वनवासं गतवन्तः. कौर्वनाम न प्रीणयन्ति वयं जानीमः, परन्तु गान्धारी पाण्डवान् प्रीणाति. तत्र कथं कृष्णः दूत अस्ति? तर्हि एव महाभारत न भवति. इदानीं कृष्णेन किं कृतं, तेन गान्धारी किं कृतवती, तद् न बुद्धं. किं कृतवती गान्धारी? पाण्डवान् प्रीणयति वा न प्रीणयति वा? कृष्णस्य प्रेरणया सा किं कृतवती? कृष्णस्य प्रेरणा केवलं गान्धारी द्वारा कौरवैः उद्देश्यकौरवनाम यदि कौरवः यदि कौरवः पाण्डवान् प्रीणन्ति तर्हि एव, परन्तु गान्धारी विना कौरवः न प्रीणन्ति. गान्धारी अपेक्षतः अत्र प्रीणयति सम्बन्धः. मया न वाक्यं किम् इति न बुद्धं महोदय, क्षम्यतां, मया न बुद्धम्, अन्य कोऽपि अवगच्छति चेत् किञ्चित् प्रतिपादय, मया न बुद्धं. आङ्ग्लभाषायां वदतु, आङ्ग्लभाषायां वदतु, किं वक्तुमिच्छति? आङ्ग्लभाषा या हिन्दीभाषा? सपोज़् अच्छा हम हिंदी में भाषण बोले, गांधारी पांडवों को प्रेम करती है तो भी शंका नास्ति। अब कृष्णा, हाँ कृष्णा वो दूत अस्ति, he went there to make sure that there is no war between Kaurava and Pandava. तो कृष्णा गांधारी द्वारा कौरवों को, गांधारी द्वारा कौरवों से पांडवों को क्या बोलते हैं, पांडवों को प्रेरणा करे पांडवों को प्रीति करने की प्रेरणा की कोशिश है कृष्ण की, कभी तो है अगर कृष्ण कृष्णा तो उसके प्रेरणा के बगैर तो नहीं होगा, क्यों? मगर प्रेरणा तो कौरवान तो सीधे नहीं करेंगे, मगर गांधारी के द्वारा हो सकता है, और कोई तरीका नहीं। But I don't know how to write it. That's all. अस्तु अस्तु, किञ्चित् कॉम्प्लिकेटेड अस्ति। कृष्णः गान्धारी द्वारा इति उक्तं, तर्हि प्रेरकः कृष्णः वा गान्धारी वा इति मम मनसि संशयः इदानीम्। कृष्णः गान्धार्या इति आरब्धुं शक्यते, कृष्णः गान्धार्या अग्रे किम् इति इतोपि स्पष्टता आवश्यकी। अस्तु अस्तु, चिन्तयन्तु, अत्र अत्र साक्षात् तत्र किञ्चित् जाटल्यमस्ति, साक्षात् एवं नास्ति। तत्र कृष्णः गान्धार्या किं कारयितुम् इच्छति इति, कौरवान् प्रीणयति, प्रीणयति इति वा, भगिनी तत्र प्रयोज्यकर्ता द्वयं भवितुम् अर्हति यथा दृष्टवन्तः इति मन्ये। कृष्णः गान्धार्या कौरवैः पाण्डवान् प्रीणयति, कृष्णः गान्धार्या कौरवैः पाण्डवान् प्रीणयति, कौरवैः इति किमर्थं, तत्र कौरवैः इति किम् इति प्रयोज्य तदा यत्र निजन्तवाक्येषु कदाचित् प्रयोज्यकर्ता द्वयम् अभवत् इति मम चिन्तनम् आसीत् भगिनि। तत्र यन्तवस्थायां वाक्यं वदतु, यन्तवस्थायां वाक्यं किम्, कौरवाः पाण्डवान् न प्रीणयन्ति इति भवति, न कौरवा, हा अस्तु, तत्र कौरवैः पाण्डवाः कौरवैः पाण्डवाः प्रीणन्ति इति भवेत्, कौरवैः पाण्डवाः प्रीणन्ति वा इति, कः प्रीणन्ति, पाण्डवाः कौरवान् प्रीणन्ति वा, पाण्डवाः खलु, पाण्डवान् गान्धारी। तत्र मम स्मरणे नास्ति, एकं वाक्यम् आसीत् यत्र प्रयोज्यकर्ता द्वयम् आसीत्, तत्तु भवति, अत्र तथा नास्ति, अत्र तथा इत्युक्ते पाण्डवाः कौरवान् प्रीणन्ति इति वाक्यम् अन्यन्तवस्थायाम् अस्ति चेत् तदानीं तत्र गान्धारी पाण्डवा गान्धारी पाण्डवैः कौरवान् प्रीणाति प्रीणयति इति तादृशं किमपि वक्तुं शक्नुमः, गान्धारी पाण्डवैः कौरवान् प्रीणयति इति। इदानीं कृष्णः प्रयोजक गान्धार्याः कृते कृष्णः प्रयोजककर्ता भवति चेत् तदानीं कृष्णः गान्धार्या पाण्डवैः कौरवान् प्रीणयति इति भवति, न अत्र तु कौरवाः एव प्रीणनं कुर्युः खलु, पाण्डवैः पाण्डवान् न, मम ओरिजिनल् वाक्यमस्ति पाण्डवाः कौरवान् प्रीणाति इति, अस्तु अस्तु अस्तु, कौरवाः कदापि पाण्डवान् न प्रीणन्ति न प्रीणन्ति, पाण्डवाः कौरवान् प्रीणन्ति. तदनन्तरं द्वितीयवाक्यमस्ति गान्धारी पाण्डवैः कौरवान् प्रीणयति. इदानीं गान्धार्याः प्रेरकः अस्ति कृष्णः. कृष्णः गान्धार्या पाण्डवैः कौरवान् प्रीणयति इति वाक्यम्. प्रीयन्ते इत्यस्यापि प्रीणयति इत्येव वा? प्रीयते प्रीयन्ते, तत्तु कर्मणि प्रयोगः अस्ति खलु. प्रीयते चतुर्थी दिवादिगणे अपि अस्ति खलु प्री धातु. तत्र प्रीयते प्रीयते प्रीयन्ते, तस्य अर्थः कः? प्री इति दिवादिगणीयधातुः, दिवादिगणे नास्ति, दिवादिगणे अस्ति. प्रीङ् प्रीतौ इति धातुः अस्ति, तत्रापि प्रीयते, तत्रापि प्रीति, तत्र अनिट् अनिट् सकर्मकः, सत्यं. तत्रापि तत्रापि प्रीणयति इत्येव न तत्र प्रीणयति इति नास्ति. प्रिया प्रिया इति धातोः विषये एव नुगागमः, अत्र नुगागमः नास्ति. प्राययति प्राययति इति वा? अस्तु, समीचीनम्. यतोहि तत्र वार्तिकं प्रिय इति धातोः विषये एव अस्ति, न तु अन्यस्य. प्री अस्तु, प्रीङ् इति चतुर्थगणे अस्ति. अस्तु, इदानीम् अग्रे गच्छामः. प्राययति प्राययति दिवादिगणीयधातोः प्राययति इति रूपं, न तु प्रीणयति. अस्तु, अन्यत् किमपि अस्ति वा? अस्तु, तर्हि इदानीम् इन् इक् इति धातुः तत्र का? विजयलक्ष्मी भगिनी पठतु. कुतः भगिनी? इकारान्तधातूनां तदभवत् अग्रे, नवमः बिन्दुः अस्तु. इन् इक् धातु इन् गतौ अदादिगणे लटि, एति, इतः, यन्ति इत्यादीनि रूपाणि. नौ गमिरबोधने निचि परे इण् धातुः गत्यर्थे न तु बोधनार्थे चेत् गम् इति धात्वादेशो भवति. न बोधनम् अबोधनं नैतत्पुरुषः तस्मिन् अबोधने. गमिपदे इकारः उच्चारणार्थः. नौ सप्तम्यन्तं गमिः प्रथमान्तम् अबोधने सप्तम्यन्तं त्रिपदम् इदं सूत्रम्. इणो गा लुङि इत्यस्मात् इणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अबोधने इणः गमिः नौ. इन् इक् इति धातुद्वयम्. अत्र इन् धातोः विषये इन् धातु अदादिगणे अस्ति, गतौ इति अर्थः, सारि, गतौ इत्यर्थे इण् धातु अदादिगणे अस्ति. लटि रूपम् एति, इतः, यन्ति इति रूपाणि भवन्ति. सूत्रमस्ति णौ गमीरबोधने. णौ इत्युक्ते निच्चि. अत्र इण् धातु कुतः आगतम् इत्युक्ते इणो गा लुङि इत्यस्मात् सूत्रात् इणः इत्यस्य अनुवृत्तिः भवति. इणः धातोः निच् प्रसङ्गे गत्यर्थे गत्यर्थं विहाय बोधनार्थं यदि भवति तदा तस्य गत्यर्थं विहाय नास्ति. किं भगिनि? बोधनार्थविहाय, अबोधने इति अस्ति खलु, बोधनं न भवेत्, अन्यः कोऽपि अर्थः, गत्यर्थे भवेत्. ओ सत्यं सत्यं, गत्यर्थे न इति अहम् उक्तवती. हा, गत्यर्थे यदि इन् धातोः गत्यर्थे एव न तु बोधनार्थे तदा गम् इति धात्वादेशः भवति अबोधनम् इत्युक्ते न बोधनं नै तत्पुरुषः अबोधनम् इति सूत्रे अस्ति सूत्रे किमर्थम् अस्मिन् सूत्रे अबोधने इति वक्तव्यम् इन् धातोः कः अर्थः इन् धातोः गतौ इत्येव अर्थः अबोधने इति किमर्थं दत्तमस्ति अबोधने इति किमर्थम् उक्तं गतिः इति अर्थः खलु किमर्थम् अबोधने इति वक्तव्यम् अधि उपसर्गः भवेत् चेत् अधीते इति गत्यर्थानां भिन्न अर्थाः अपि भवन्ति अस्ति वा न अधि अपि भवति ओ गत्यर्थक अत्र णौ तत् सूत्रमस्ति खलु दीर्घसूत्रं गतिबुद्धिप्रत्यवसानार्थं तत्र गत्यर्थकः तत्र गमनं गमनम् इति अवगमनम् इति गतिः इत्यस्य चत्वारः अर्थाः सन्ति गतिः इत्यस्य गमनं ज्ञानं प्राप्तिः अपि च मोक्षः इति चत्वारः अर्थाः सन्ति गतिः इत्यस्य तर्हि ते एतेषु चतुर्षु अर्थेषु ज्ञानम् इति अर्थे अस्ति चेत् अत्र अनेन सूत्रेण गमादेशः न भवति अन्येषु अर्थेषु गमादेशः भवति अन्येषु अर्थेषु भवति वा केवलं गत्यर्थे ओ अन्येषु अर्थेषु गत्यर्थः इत्युक्ते तदेव गतिः इत्युक्ते गतिः इत्यस्य अर्थः अवगतिः इति अवगतिः इत्यपि गतिः तदनन्तरं तत्र प्राप्तिः इत्यपि अर्थः गमनम् इत्यर्थः मोक्षः इत्यर्थः एतेषु चतुर्षु एतेषां चतुर्णामपि गतिः इत्येव अर्थः गतिः इति वयं वदामः चेत् एतेषां चतुर्णां ग्रहणं भवति तर्हि एतेषु चतुर्षु अत्र केवलं न भवति तावदेव अतः णौ गमिरबोधने इत्यत्र णौ इति सप्तम्यन्तं गमि इति प्रथमान्तम् अबोधने इति सप्तम्यन्तम् इणो गा लुङि इत्यत्र इति सूत्रात् इणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अबोधने इणः गमिः णौ तावदेव समीचीनं तर्हि तत्र सूत्रं सरलमेव इणः इति गतिः इत्यर्थः अस्ति तत्र गतिः इति चत्वारः अर्थाः इति यथा इदानीं मया उक्तं तेषु ज्ञानम् इत्यर्थः अस्ति चेत् गमादेशः न भवति नौपरे इति अस्ति अस्तु गति इत्यस्य चत्वारः अर्थाः भवन्ति परन्तु इन् धातोः तु केवलं गमनम् इत्यर्थे एव प्रयोगः भवति न भगिनि न गतिः इत्यर्थः गमनम् इत्यर्थे एव प्रयोगः इति नास्ति नास्ति वा ओ अस्तु गमनम् इत्यर्थे भवती दृष्टवती तादृशं परन्तु सर्वत्र धातुः इन् गतौ इति अस्ति खलु महोदय इन् गतौ एव गतौ इत्यत्र एति इति वयं वदामः चेत् एति इत्युक्ते गमनम् इत्यर्थे मया दृष्टः प्रयोगः प्राप्तिः इत्यर्थे अपि मया दृष्टः अनन्तरम् एतिः इति प्राप्तिः इति बहुत्र दृष्टं बहुत्र प्राप्तिः इत्यर्थः अस्ति अनन्तरम् एतिः इति प्रयोगः मोक्षः इत्यपि अर्थः अस्ति अनन्तरं किं ज्ञानम् इत्यस्मिन् अर्थे अपि प्रयोगः अस्ति परन्तु बहुत्र गमनम् इत्यस्मिन् अर्थे प्रयोगः दृश्यते अतः तदेव सः एव अर्थः इति नास्ति अस्तु अग्रे शोभाभिनी प्रतिपादयतु अस्तु इन् गत्यर्थे योगः णिच् तत्र अस्य सूत्रस्य कार्यं भवति णौ गमिरबोधने इति सूत्रेण गम् इति धात्वादेशः भवति इन् इत्यस्य स्थाने गम् इदानीं गम् योगः इ गम् इति अमन्तः तत्र अमन्तः इति नामकरणम् अस्ति केषाञ्चन धातूनां मकार अन्ते, तत्र अम् इति अन्ते अस्ति, तत्र इतोपि किञ्चित् वक्तव्यम् अस्ति किन्तु अमन्तः इति इत्यस्मात् जनी जृष्वनसुरञ्जो अमन्ताश्च इति गणसूत्रम्, इति गणसूत्रेण मित्संज्ञा भवति. अत तदनन्तरम् अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः निति निति क्षमतां प्रत्ययपरे गाम् इति अत किं तत्र अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः निति निति प्रत्ययपरे अतः गम् इत्यस्य इदानीं दीर्घ उपधायाः दीर्घत्वं भूत्वा गाम् इति भवति. गाम् योगः इ मितां ह्रस्वः इत्यनेन मित् धातूनाम् उपधायाः स्वरः ह्रस्वः इत्यनेन पुनः गमि गाम् इत्यस्य गम् तदनन्तरं गम् योगः इ गमि इति निजन्तधातुः घम् गमयति इति अन्तिमरूपम्. इन् गत्यर्थे तत्र णिच् प्रयोगः यदा भवति णिचि परे इदानीं नूतनसूत्रं णौ गमिरबोधने इति सूत्रं यथा चर्चितं तत्र णौ परे इति गम् धातोः अबोधने बोधन अर्थं विहाय अन्येषु अर्थेषु तत्र ज्ञानं गमनं मोक्षः अन्यत् किम् आसीत् भगिनि क्षम्यतां गमनम् इति गतिः गमनं ज्ञानं गतिः प्राप्तिः प्राप्तिः अस्तु प्राप्तिः एतेषु अर्थेषु गमनं विहाय तर्हि प्राप्तिः मोक्षः ज्ञानम् इति स्वीकुर्मः चेत् वाक्यप्रयोगे अस्य सूत्रस्य प्रसक्तिः भवति. णौ गमिरबोधने इति सूत्रेण तत्र इण् इत्यस्य गम् आदेशः भवति, सम्पूर्णधातोः गम् इति आदेशः. तदनन्तरम् इ णिच् इत्यस्य इ गम् इति तत्र इदानीं गमि इति भवेत् किन्तु तत्र गम् इति अमन्तधातूनाम् अन्यतमः अस्ति इति कृत्वा जनि जृष्वन सुरञ्जोमन्ताश्च इति गणसूत्रेण मित्संज्ञां प्राप्नोति. इदानीं यदा मित्संज्ञां प्राप्नोति तदा अत उपधायाः इति सूत्रेण उपधायां स्थितस्य अकारस्य अतः तत्र तपरकरणं कृतमस्ति, अतः वृद्धिः भवति नित् णित् प्रत्ययपरे अतः गाम् इति भवति. गाम् योगः इ तत्र पुनः मितां ह्रस्वः इति सूत्रम् आगत्य आकारस्य ह्रस्वत्वं प्राप्यते, अतः गामि इति आसीत् किन्तु गमि इति भवति, गमि इति निजन्तधातुः, गम इति क्रियापदं भवति. सम्यक्, समीचीनं. तर्हि इदानीं सूर्यकुमारी भगिनी वदतु अत्र जनीजृष्णसूर् रञ्जो मन्ताश्च इति वार्तिकं नास्ति चेत् इति गणसूत्रं नास्ति चेत् किं भवति रूपम्? मित्संज्ञा न भवति. रूपं किं भवति? मित्संज्ञा न भवति चेत् मितां ह्रस्वः इति न भवति. अतो निच् अतो उपधायाः सूत्रेण गामी भवति. रूपं गामियोगः सप् गामे गामयति भवति. सम्यक्. तर्हि गामयति इति रूपं स्यात् परन्तु तादृशं रूपं नास्ति यतोहि अत्र अनेन गणसूत्रेण ये ये धातवः अमन्ताः अमन्तः अमन्तः इत्यस्य इति कीदृशसमासः नैतत्पुरुषसमासः इति चेत् विग्रहवाक्यं किं स्यात् क्षम्यतां भगिनि अम् अन्तः अमन्तः नैतत्पुरुषः नास्ति यत्र यत्र अ अस्ति तत्र सर्वत्र अम् इति नै इति नास्ति भगिनि अम् अन्तः विशेषणमस्ति खलु कस्य अङ्गस्य अम् अन्त यस्य सः धातोः धातोः विषयेण अङ्गस्य विशेषणमस्ति चेत् समस्तपदं किं स्यात् अङ्गस्य विशेषणं चेत् समस्तपदं किं स्यात् विशेषण कर्मधारे भवति वा न न इदानीं भवती उक्तवती अङ्गस्य विशेषणम् इति उक्तवती खलु तर्हि समस्तपदं किम् अस्ति अङ्गस्य विशेषणम् अस्ति चेत् समस्तपदं किं बहुव्रीहिसमासे समस्तपदं किं भवेत् अमन्तः इति भवेत् वा अमन्तानाम् अथवा अमन्तस्य इति वा न इदानीम् अमन्तम् अङ्गम् इति नपुंसकलिङ्गे भवति खलु अमन्तम् अङ्गम् इति भवेत् अतः अङ्गस्य विशेषणं नास्ति अमन्तः इति उक्तं खलु अत्र अमन्ताः च अमन्तः इति कस्य विशेषणम् धातुविशेषणं धातोः विशेषणं धातोः विशेषणं तादृशधातुः यस्य अन्ते अम् अस्ति तादृशधातूनां ग्रहणम् अत्र तादृशधातूनां सर्वेषां मित् संज्ञा भवति अमन्तानां मित् संज्ञा भवति इति कृत्वा मितां ह्रस्वः इत्यस्य कार्यं भवति अत उपादायाः इत्यनेन वृद्धिः अनन्तरं मितां ह्रस्वः इत्यनेन उपादायाः ह्रस्वत्वम् अतः गामि इति गमि इति भवति गमयति इति रूपं लभ्यते समीचीनम् अस्तु अस्तु तर्हि अग्रे गच्छामः तर्हि विजया भगिनी अग्रे पठतु आं महोदय प्रीति उपसर्गपूर्वकः इन् धातुः बोधनार्थे भवति प्रीति इति नास्ति भगिनि प्रतियोगः इ योगः निच् अचोङ्निति इत्यनेन वृद्धिः भवति प्रतियोगः इकारस्य स्थाने ऐकारः निच् इत्यनेन अनुबन्धलोपानन्तरम् इ एव तिष्ठति इदानीम् एचो एव यावः इत्यनेन ऐ स्थाने आय् आदेशः भवति प्रतियोगः आय् योगः इ प्रतियोगः आयि इको एनच् इत्यनेन यनादेशः भवति प्रत्यायि इति निजन्तधातुः अनन्तरम् अन्ते प्रत्याययति इति निच् रूपेण रूपं निष्पन्नमत्र अर्थः कः प्रत्यायति अत्र इति प्रतिगच्छति बोधनार्थे भवति प्रत्यायति इति प्रत्याययति बोधनार्थे एव इत्यपि बोधनार्थे एव प्रेरणार्थे अपि अस्ति बोधनार्थे एव अस्ति बोधयति वदतु अत्र प्रक्रियां वदतु क्षम्यतां किं प्रत्यायति इति बोधनार्थे एव अस्ति खलु यदि कथं जानीमः बोधनार्थे अस्ति इति कथं जानीमः अत्रैव अस्ति खलु महोदय प्रति उपसर्गपूर्वकः इन् धातुः अस्ति अत्र बोधनार्थे एव भवति इति तत्र दत्तम् अतः प्रत्याय न दत्तं चेत् न तत्र न दत्तम् इदानीं प्रत्यायति इति रूपं पश्यति चेत् तस्य कः अर्थः इति कथं जानीमः अत्र निजन्तरूपम् अस्ति उपसर्ग अस्ति चेत् गमादेशः न भवति गमादेशः न भवति खलु इन् इति धातुः अत्र गम् आदेशः कुत्रापि नास्ति एव अत्र एतत् गमि न इदानीम् अस्माकं सूत्रं किम् अस्ति नौ गमीरबोधने इति सूत्रमस्ति खलु बोधनार्थे गम् आदेशः भवति इन् धातोः परन्तु बोधनार्थे न भवति इति कृत्वा अत्र प्रत्ययति इति रूपम् अस्ति नो चेत् अत्रापि गमादेशः स्यात् खलु आमाम् अस्तु वदतु किं वक्तव्यं महोदय अत्र प्रतिपादयतु तत्र किम् अस्ति अत्र किम् उक्तं प्रतियोगः प्रति इति उपसर्गपूर्वकः अनन्तरं धातुः इन् अस्ति अत्र इन् हलन्त्यं तस्य लोपः इत्यनेन इति भवति इ एव तिष्ठतु निच् इत्यनेन इ एव तिष्ठति इदानीं प्रतियोगः इ योगः इ भवति इदानीम् अचोङ्निति इत्यनेन वृद्धिः भवति अतः इकारस्य स्थाने ऐकारः भवति अनन्तरं निच् इत्यनेन इ एव अनुबन्धलोपानन्तरं तिष्ठति प्रतियोगः ऐ योगः इ अस्ति इदानीम् ऐ एचो एव यवः इत्यनेन अयादेश आय् आदेशः भवति अतः प्रतियोगः आय् योगः इ भवति प्रतियोगः आयि इको यञ्चि इत्यनेन यनादेशः भवति इकारस्य स्थाने यकारः अतः प्रत्यायी इति भवति इदानीं निजन्तधातुः प्रत्याययति इति भवति प्रत्यायी इति अस्ति इकारस्य स्थाने एकारः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन अनन्तरं एकारस्य स्थाने अयादेशः भवति अतः प्रत्याययति इति अन्तिमरूपं निष्पन्नमत्र समीचीनं धन्यवादः अत्र प्रत्ययः इति शब्दः वयं सर्वदा वयं पश्यामः प्रत्ययः इति प्रत्ययः इत्युक्ते ज्ञानम् इति अर्थः प्रतीयते प्रत्ययः प्रत्याययति इति एतानि सर्वाणि पदानि ज्ञानम् इत्यस्य अर्थे पदानि प्रयुज्यन्ते तर्हि अत्र प्रत्ययः इत्यत्र अच् इति प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति तर्हि अत्र नौ इन् गतौ इत्यत्र नौ गमीरबोधने इति सूत्रं स्मर्तव्यम् अबोधनार्थे इण धातोः गमादेशः भवति इति तर्हि इदानीम् अग्रे गच्छामः इक् धातुः किम् अरुणभगिनी वक्तुमिच्छति वा भगिनि एकः प्रश्नः भगिनि किं सीमा भगिनी किमपि वदन्ती अस्ति वा न श्रूयते भगिनी एकः प्रश्नः अस्ति हा किञ्चित् उच्चैः वदतु भगिनी किमपि न श्रूयते इति न जाने इदानीं श्रूयते वा किञ्चित् क्लेशः अस्ति वदतु प्रयत्नं करोमि क्षम्यता ओके इतोपि उच्चैः वदामि भगिनी अवबोधनम् अवगमनम् अस्ति चेत् तत्र गम् अस्ति अवगमनं तु ज्ञानार्थे अस्ति तत्र किं भवति भगिनि अवगमन किम् अवगमनम् इत्यत्र गम् धातुः अस्ति खलु इण् धातोः स्थाने गमादेशः तत्र भवति न वा भगिनि न केवलं नौ परे केवलं निच् परे एव गमनम् इति ल्युडन्तमस्ति खलु तत्र तु गमादेशः इण् धातोः गमादेशः न भवति अवगच्छामि वदामि चेत् तत्र गमादेशः नास्ति भगिनि तत्र तु गम् धातु न तु इण् धातुः ओके ओके ओके धन्यवादः धातुः अस्तु अरुणभगिनी अग्रे श्रूयते वा भगिनि श्रूयते इक् धातुः इक् स्मरणे अदादिगणे नित्यम् अधि उपसर्गपूर्वकः लटिरूपम् अध्येति अधीतः अधीयन्ति इत्यादि रूपाणि इन् वधिकः इति वार्तिकेन इक् धातोः इन्वद्भावः अनेन इन् धातोः येन केन अपि सूत्रेण यत्किमपि कार्यं भवति तेनैव सूत्रेण इक् धातोः अपि तदेव कार्यं भवति अतः इनोयन् इत्यनेन अजादिप्रत्ययपरे यन् आदेशः इक् धातोः अपि भवति अत्र नौ गमिरबोधने इत्यनेन निचि परे इत्युक्ते अबोधने गम् इति धात्वादेशः इक् धातोः अपि भवति गतिः यस्य चत्वारः अर्थः अस्ति ज्ञानं गमनं ज्ञानं प्राप्ति मोक्ष च बोधनार्थे इत्युक्ते ज्ञानार्थे ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गम् आदेशः इति तात्पर्यम् इक् धातुः स्मरणार्थे अस्ति माता वदति यत् वाच्य व्याकरणक्षेत्रे स्मरणं ज्ञानार्थकं नास्ति कारिकायां च दत्तमस्ति यत् इन्वदिकः इत्येव अधिगम्यति नाम इन्वदिकः इति वार्तिकस्य बलेन एव गम् आदेशः अर्थम् अवलम्ब्य इक् धातोः गम् आदेश इति न सूत्रम् इक् धातु चर्चा भवति अदाधिगणे अस्ति स्मरणे अर्थः लट्रूपाणि अध्यते अधीतः अधीयन्ति अधीयन्ति इन् इन्वदिकः इति वार्तिकमपि एकवार्तिकमस्ति इक् धातुः इन् धातु एव भावः इति स्वीकरणीयम् इति अनेन येन कोऽपि केन सूत्रेण यन् धातोः इन् धातोः कार्यं भवति तदेव इक् धातो अपि कर्तव्यम् इति वार्तिकेन सूचयति अतः इनोयन् इत्यनेन प्रथमम् इनोयन् इत्यनेन अजादिप्रत्ययपरे यन् आदेशः इक् धातोः अपि भवति नौ गमी अवबोधने क्षम्यतां गमेर् अवबोधने इत्यनेन निच् परे गच्छते गम् इति आदेशः अपि भवति भवति कति अर्थः चत्वारः सन्ति गमनं ज्ञानं प्राप्ति मोक्ष बोधनार्थे इत्युक्ते ज्ञानार्थे एव अतः इक् धातु अजादिगणे धातु परन्तु इन् धातु एव कार्याणि करणीयानि किमर्थम् इति चेत् वार्तिकबोधना कारिकायां मया न अवगतं पुनः पठामि भगिनि कारिकायां च दत्तमस्ति यत् काशिकायां च दत्तमस्ति यत् इन्वदिकः इत्येतत् इत्येव अधिगम्यति इति अर्थः गमयति अधिगमयति नाम इन्वदिकः इति वार्तिकस्य बलेन एव गम् आदेशः अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः इति न किमर्थं सामान्यतया इक् धातु स्मरणार्थे एव अस्ति परन्तु काशिकायां दत्तमस्ति इन्वदिके इति एव अधीयन्ति अधिगमयति इति अर्थमस्ति ततः इन्वदिकः गम् आदेशः न भवति वा भवति भवति इत्युक्ते बलेन एव भवति न तु वार्तिकस्य बलेन भवति अत्र वार्तिकं किम् अस्ति इन्वदिकः इति अस्ति खलु इन्वद् भवति इक् धातोः इन् धातोः विषये किम् उक्तमस्ति नौ गमीरबोधने इति उक्तं तर्हि अबोधनार्थे गमादेशः भवति इति उक्तम् अत्र इक् धातुः स्मरणार्थे अस्ति न तु ज्ञानार्थे इक् धातोः अर्थः कदापि ज्ञानार्थम् इति नास्ति यद्यपि तत्र न्यायशास्त्रे स्मरणमपि ज्ञानमेव इति वदन्ति परन्तु अत्र अत्र व्याकरणप्रसङ्गे स्मरणमिति भिन्नं ज्ञानमिति भिन्नं ज्ञानार्थकः नास्ति अतः गभीरबोधने इति सूत्रेण गमादेशः स्यात् अत्र वार्तिकस्य बलेन इति कृत्वा अधिगमयति इति रूपम् अत्र इक् सर्वदा अधिपूर्वकः अस्ति खलु अधिगमयति इति रूपम् अस्ति अर्थम् अवलम्ब्य इति नास्ति तत्र वार्तिकस्य बलेन भवति ओ ओके ओके वार्तिकेन इन् वदिकः वार्तिकेन इक् धातु इन् वद् भावः अवद् कार्यं भवति अत्र निच् पदे नौ गमीरबोधने इति सूत्रेण गम् आदेशः भवति अत्र समीचीनम् इति वार्ता अस्ति तर्हि इन्वतिकः इति वार्तिकेन न केवलम् अत्र निजन्तप्रसङ्गे अन्येषु स्थलेषु अपि यत्र लट्रूपस्य सिद्धिः भवति तत्रापि इणो यण् इति सूत्रमस्ति तर्हि इणो यण् इति सूत्रेण यणादेशः विधीयते तादृश यणादेशः इक् धातुः अपि भवति अतः बहुत्र यत्र यत्र यण् इण् धातोः विषये सूत्राणि सन्ति तत्र सर्वत्र इक् धातोः विषये अपि तादृशकार्यं भवति अतः एव एकमेव वार्तिकमस्ति इन् वधिकः इति अतः इन् धातोः यानि यानि सूत्राणि तानि सर्वाणि इक् धातोः विषये अपि प्रवर्तन्ते इति अर्थः अस्तु इदानीम् अग्रे उमा भगिनी श्रूयते वा आम् उकारान्तधातवः उकारान्तधातवः अधियोगः इक् योगः निच् तस्मात् पूर्वम् ओके अधि योग इक् योगः णिच् अधि इन् वदिकः इति वार्तिकेन इक् धातोः इन्वद्भावः नौ गमीरबोधने इत्यनेन गत्यर्थे गम् इति धात्वादेशः अधि योगः गम् योगः इ गम् इति अगन्तः अमन्तः इत्यस्मात् अमन्तः सोरि सोरि अमन्तः इत्यस्मात् जनी जिक्वन सुरज्ञो अमन्ताश्च इति गणसूत्रेण मित् संज्ञा अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः इति निति परे प्रत्यये परे अधियोगः गाम् ई पितामहस्वः इत्यनेन मित् धातूनाम् उपधायाः स्वरः ह्रस्वः अधिगमि अधिगमि इति निजन्तधातुः अधिगमयति इति आगच्छति ओके अत्र इक् धातु अधिपूर्वकः इक् धातु निच् परे निच् परे अस्ति चेत् अधियोगः इडागमः इ अण्ड् निच् आल्सो इ इडागमः नास्ति कुत्र अस्ति इडागमः धातु सारी सारी सारी सारी सारी सारी वेरि सारी वेरि सारी ओके सो अधियोगः इ योगः इ निच् निच् निजन्तस्य अनुलोपानन्तरं इ एव अवतिष्ठति सो अधि इन् अधिकः इति वार्तिकमस्ति तत् प्रयोग्य वार्तिकसहायेन इन्वद्भावः नौ गमीरबोधने इत्यनेन गत्यर्थे गम् धात्वादेशः भवति सो इक् स्थाने गम् आगच्छति सो अधियोगः गम् योगः इ अमन्तः इत्यस्मात् जनी जिक् वन सुरज्ञो सुरज्जो अमन्ताश्च इति गणसूत्रेण मित् संज्ञा अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः इति निधिपत्यपरे अधि गां योगयि. अत्र मिताभस्वः कार्येण गाम् इति पदं गम् इति आगच्छति. सो अधिगमि अधिगमि इति निजन्तधातु निष्पद्यते. सो अधिगमयति इति वार्तामपि निष्पन्नम्. सम्यक् सम्यक् समीचीनं समीचीनं. तर्हि अधिगमयति इति इक् धातोः रूपमस्ति. गमयति इति इन् धातोः रूपमस्ति. गमयति इति अर्थः तु बोधनभिन्नार्थः. अधिगमयति इत्यत्र इक् धातोः स्मरणार्थः. अस्तु, तर्हि इदानीं सीमा भगिनी अग्रे पठति वा? उकारान्तः उकारान्तः उकारान्तधातवः ऊकारान्तधातवः च ऊकारान्तधातूनां सामान्यव्यवस्था अचोनिति इत्यनेन वृद्धिः. एचोयवायावः इत्यनेन आव् आदेशः. भूयोगः णिच् भवति भौ योगः इ भवति भावि इति निजन्तधातुः. तेन भावयति भवति. अग्रे भगिनी. आमाम् अग्रे. अत्र एक एव अपवादः. धूयि कम्पने चुरादिगणे. लटि धूनयति धूनयते. धवति धवते. धूयि प्रीणो वक्तव्यः इति वार्तिकेन निचि परे धूयि प्री इति धात्वोः नुगागमः. धूयि योगः णिच् भवति धू योगः नुक् योगः इ भवति धू योगः न नकारयोगः इ. धूनि इति मिजन्तधातुः. धूनयति इति रूपं भवति. अत्र उकारान्त ऊकारान्तधातूनां अचोणिति इत्यनेन सामान्येन वृद्धिः भवति. अव आदेशः अपि भवति. एचोयवायावः इत्यनेन यथा भूधातु अस्ति तत्र निच् इति योगे प्रथमं वृद्धिः भवति. भौ योगः इ भवति. पश्चात् एचोयवायावः इत्यनेन आव् आदेशः भवति. भावि इति निजन्तधातुः भवति. भावयति इति रूपम्. किन्तु अत्र एकः अपवादः अस्ति. यदा धुञ् कम्पने इति धातुः स्वीकुर्मः चेत् तत्र लटि धूनयति वा धूनयते वा धवति धवते इति भवति. न तु धानयति धानयति इति भवति. यतो हि दानयति इति वा किमर्थं दानयति न यदि वार्तिकं नास्ति चेत् न भवति. धानयति इति भावयति इति सदृशः. धाव धावयति इति भवति खलु. नकार अपि न भवेत्. नकारः नास्ति इति चेत् परन्तु अत्र नुकारः अस्ति खलु. धावयति नुगागमः नास्ति चेत् धावयति इति भवेत्. किन्तु वार्तिकः अस्ति द्रुणि प्रीणोर्नुक् वक्तव्यः इत्यनेन द्वि धातोः नुगागमः भवति. द्रुणि योगः णिच् भवति धू योगः नुक् योगः इ. अतः वृद्धिः न भवति इति वा शृणोति अस्तु अतः वृद्धिः न भवति धू योगः न योगः इ धूनि इति धातोः धूनयति इति निजन्तरूपं सिद्ध्यति समीचीनं सम्यक् सम्यक् तर्हि इदानीं बहु सम्यक् भगिनी सीमा भगिनी बहु धन्यवादः भगिनी इदानीं तत्र सरस्वती भगिनी वदतु अत्र अचोयन् इति इत्यनेन वृद्धिः भवति वा नुगागमः भवति वा बलाबलचिन्तनं किम् अस्ति अत्र अनयोः सरस्वती भगिनी विशेषधातु कृते सूत्रमस्ति अतः भूयि प्रीम्यो नुग् वक्तव्यः एवं वार्तिकेन एव कार्यं भवति अचोणिति बाधयित्वा न परन्तु वार्तिकं तु वार्तिककारेण कृतं सूत्रकारेण तु न कृतं खलु तर्हि इदानीं सूत्रस्य बलम् अधिकमस्ति वा वार्तिकस्य बलम् अधिकमस्ति वा इति तत्र कथं निर्णयः अत्र विशिष्टवार्तिकमस्ति इति तु अस्ति परन्तु बलाबलचिन्तनं कथं प्रयोगे रूपम् अस्ति धुनयति न अतः एव वार्तिकम् आगतम् इति सम्यक् सम्यक् इति अस्ति परन्तु तत्र बलाबलचिन्तनरूपेण किमपि वक्तव्यं चेत् किं वक्तव्यम् अन्यत्र लब्धावकाशः अन्यत्र लब्धावकाशः नास्ति वार्तिकस्य अन्यत्र लब्धावकाशः नास्ति इति वा तस्यैव कार्यं भवति अन्तरङ्गत्वम् अत्रापि निचिपरे एव अस्ति खलु कथम् अन्तरङ्गत्वं धूनप्रेणिनु वक्तव्यः इत्यत्र तु अपरनिमित्तम् अपरनिमित्तत्वात् इति न परन्तु तत्र वार्तिकं कुत्र पठितम् इति स्मर्तव्यम् इत्युक्ते यद्यपि वार्तिकेषु सम्पूर्णतया न उच्यते परन्तु प्रसङ्गम् अवलम्ब्य इदं वार्तिकं कुत्र पठितं तत्र अनुवृत्तिः अस्ति वा वार्तिके वार्तिकस्य सम्पूर्णतया अवगमनार्थं यतोहि वार्तिके निच्परे इति अपि न उक्तं खलु कथं जानीमः केवलं निच्परे एव अतः निचि इति अनुवृत्तिः आयाति अत्र अतः अन्तरङ्गत्वम् इति नास्ति पश्यति वा किं लक्ष्मी भगिनी वेपां युक् अस्मिन् सूत्रे आगच्छति वार्तिकं के कस्मिन् सूत्रे साचासा व्यावेपां युक् इति अस्ति तत्रापि निचि परे अस्ति खलु तत्सूत्रं निचि परे एव अस्ति खलु अतः अत्रापि निचि परे इति अनुवृत्तिः अस्ति अतः अत्र द्वे प्रियोर्नुग् वक्तव्यः इति अन्तरङ्गत्वम् इति न वक्तुं शक्यते अत्र नित्यसूत्रम् इति वक्तुं शक्यते वा लक्ष्मी भगिनी वदतु नित्यसूत्रम् इति अचोयनिति इत्यस्य कार्यं प्रथमं कुर्यात् चेदपि धूनि प्रीणुक् वक्तव्यः इत्यस्य कार्यम् अनन्तरं कर्तुं शक्यते पूर्वमपि कर्तुं शक्यते धूनप्रीण्य नुक् वक्तव्यः इत्यस्य प्रवर्तनं अतः नित्यसूत्रमपि नित्यसूत्रमिति वक्तुं शक्यते यतोहि कृताकृतप्रसङ्गी अस्ति पूर्वमपि अस्य प्रवर्तनं स्यात् अन्यस्य अचोन्यति इत्यस्य प्रवर्तनानन्तरमपि धूनित्यस्य नुगागमः भवितुम् भवति इति कारणात् नित्यत्वात् बलीयः इति वक्तुं शक्यते हा नित्यत्वम् इति वक्तुं शक्यते नो चेत् अपवादत्वम् इति वक्तुं शक्नुमः समीचीनम् अस्तु तर्हि इदानीम् अत्र स्थगनं कुर्मः वा कोऽपि प्रश्नः अस्ति वा भगिनि एकः प्रश्नः मम श्रूयते वा आमां श्रूयते तत्र धूय् इत्यस्य नुगागमः भवति इति उक्तं, तर्हि तिरादिगणीयधातुः अस्ति इति कृत्वा तस्य लतिरूपं धूनयति इति भवति. तस्य प्रयोजक अर्थे नाम प्रेरणार्थे णिच् भवति चेत् तत्रापि किं रूपं भवेत् तत्र? अस्य धातुः वा धूयि कम्पने इति धातुः वा? आं भगिनि, धूयि कम्पन इत्युक्ते चुरादिगणे अनुगागमः भवति वा इति प्रश्नः खलु? आम्, चुरादिगणे अर्थेणिच् अस्ति तर्हि तत्र धूनि इति नूतनः धातुः, तस्य णिजन्तरूपं धूनयति इति भवति. तर्हि धूनि इति णिजन्तधातुः, तस्मात् परं पुनः णिच् आगच्छति इति समीचीनं वा तत्र? समीचीनं, तत्र नेरनिति इति णिचः लोपः, धूनयति इति एव समानं रूपम्. तत्र नुगागमः न भवति, तत्र धूनि इति नूतनः धातुः एव, धातुः परिवर्त्यते. अस्तु, पुनः नुगागमः कर्तुम् इच्छति वा? न न न भवति, एकवारमेव. भगिनी एकः प्रश्नः अस्ति, अधिसमयति विषये, अधि अस्ति चेत् इक् इक् धातु इति स्वीकर्तव्यं वा? सामान्यतया अधि इक् धातुः अधिपूर्वकः एव भवति, अतः अधिगमयति इति वदामः चेत् इक् धातुः इति स्पष्टतया वक्तुं शक्नुमः. इन् इत्युक्ते इन् न इत्युक्ते सामान्यतया इक् धातुः अधिपूर्वकः इति भवति. अत्र अधिगमयति इति वयं वदामः चेत् इति इक् धातुः नास्ति इति वयम् अवगन्तुं शक्नुमः. यतोहि इक् धातुः अस्ति चेत् क्षम्यताम्, अधिगमयति इति वयं वदामः चेत् इन् धातुः नास्ति इति वयं मन्तुं शक्नुमः. यतोहि अधिगमयति इति अर्थः, यदि इन् धातुः इति अस्ति चेत् अधिगमयति इत्यस्य अर्थः ज्ञानार्थकः अस्ति खलु, ज्ञानार्थकः अस्ति इति कृत्वा गम् इति आदेशः न भवति तत्र. इत्येव स्वीकर्तुम् इत्येव स्वीकर्तव्यम् अधिगमयति, परन्तु उचितः अस्ति. अधिगमयति इत्युक्ते स्मरति इति अर्थे इति, तदर्थमेव मया इदानीं किम् उच्यमानमस्ति इति चेत्, अधिगमयति इत्यत्र प्रयोगाः कथं सन्ति इति पश्यन्तु एकवारं, गृहपाठरूपेण पश्यन्तु. अधिगमयति इति पदं बहुधा वयं शृण्वः. अधिगच्छति इति वदामः चेत् सामान्यतः प्राप्नोति इति अर्थः भवेत्, तस्य निजन्दरूपम् अधिगमयति. तर्हि अधिगमयति इति प्रयोगाः कथं सन्ति? अधिगमयति इत्यस्य अर्थः यदि तत्र गम् धातुं स्वीकृत्य अधिगमयति इति वयं वदामः, तदानीं तत्र तु अधिगमयति इति अवगमनम् इति अपि भवितुमर्हति, अधिगमयति इति गम् धातोः विषये. अतः तत्र प्रसङ्गं दृष्ट्वा एव वयं वक्तुं शक्नुमः कः अर्थः अत्र विवक्षितः इति, धातुकः अर्धकः इति. अतः अहं किं वदामि, अधिगमयति इत्यस्य विषये प्रयोगाः सन्ति चेत् अत्र भवन्तः दृष्ट्वा अत्र आगत्य वदन्ति चेत् तत्र वयं चर्चयितुं शक्नुमः कस्मिन् अर्थे प्रयुक्तः इति. अधिगमयति इति प्रयोगः यतोहि बहुत्र श्रूयते खलु, अपि च गम्यते वा इति प्रयोगः अपि बहुधा श्रूयते, गम्यते वा इति. गम्यते इति वयं जानीमः खलु, इत्युक्ते तत्र व्याकरणशास्त्रे बहुत्र वयं श्रोतुं शक्नुमः, किं निन्दा गम्यमानायाम् इति अस्ति, निन्दा गम्यमानायाम् इति वयं वदामः चेत् गम्यमानायाम् इति चेत् अवगमनम् इति अर्थे प्रयुक्तः अस्ति. निन्दा गम्यमाना, निन्दां गम्यमान, निन्दायां गम्यमानायाम् इति निन्दायां गम्यमानायाम् इति वयं वदामः चेत् तत्र तु गम्यमाना इति अवगमनार्थे अस्ति. अतः गम्धातोः विषये प्रयोगः कथमस्ति इति द्रष्टव्यं भवति. अस्तु भगिनि, एकः प्रश्नः अस्ति, तत्र धावति इति रूपं कथं भवति? तत्तु नास्ति, नुगागमः नास्ति चेत् भगिनी उक्तवती एवं भवितुं धावति इति, धावयति धावयति भवति न, तत्र तु चुरादिगणे धातु तु धावयति एव भवति, धावति इति कथं भवति तत्र? न, धावयति इति रूपं नास्ति तत्र. यदि नुगागमः न भवति चेत् एवं भवितुम् अर्हति इति केवलं चर्चायाः विषये विषयः तावदेव. ओ अस्तु. परन्तु यदि नुगागमः न किमस्ति तत्र, नुगागमः नास्ति चेदपि चुरादिगणे धातु निच् भवति किल, तत्र धू इति धातु त निच् भवति, निच् विषये संशयः नास्ति. नुगागमः चुरादिगणीयधातुः अस्ति चेदपि नुगागमः भवति. भगिनी किं प्रतिपादयितुम् इच्छति इति चेत् यदि वार्तिकं नास्ति चेत् एवं रूपं भवितुम् अर्हति स्म, परन्तु वार्तिकम् अस्ति इति कृत्वा नुगागमः भवति इति उक्तवती. चुरादिगणीयधातुः इति कृत्वा तत्रापि नुगागमः भवति. हा न, तत्र नास्ति भगिनि, करपत्रे लिखितं न, तत्र धूयि कम्पने चुरादिगणे लटि धूनयति धावति इति लिखितम्. रूपद्वयम् अस्ति खलु, रूपद्वयं धावति इति रूपं, धावति इति कथं भवति तत्र? धावयति भुवादिगणवत्, भुवादिगणवत्, हा भूधातु तु भावय तत्र तु न न न, निच् चुरादिगणे के तत्र केषाञ्चन धातूनां विषये निच् प्रत्ययः विकल्पेन भवति. यस्मिन् पक्षे निच् प्रत्ययः न भवति तस्मिन् पक्षे भुवादिगणवत् रूपं रूपं भवति. अस्तु अस्तु, तर्हि समीचीनम् अस्तु. अस्तु, अत्र स्थगनं कुर्मः. अत्र अनिमा भगिनी, अत्र किञ्चित् इदानीं वर्गः समाप्यमानः अस्ति, भवती किञ्चित् विलम्बेन आगतवती. अस्तु, अत्र स्थगनं कुर्मः. धन्यवादः, विलम्बः जातः, क्षम्यताम्. धन्यवादः, धन्यवादः भगिनी, धन्यवादः महोदय. अनिमा भगिनी अस्ति वा? म्यूट् मध्ये अस्ति. नमस्कारः भगिनी. धन्यवादः. नमस्कारः. नमस्कारः.